गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे करणत्वादिनिरूपणं करणत्वादिवर्णनं निरूपणं च अस्माभिः अधीतम्। तत्र कारकत्वं यद् वैयाकरणैः उच्यते तद् नैयायिकैः अपि अङ्गीकृतं, किन्तु तत्र केवलं योग्यता इति परिष्कृतं, क्रियान्वयित्वं कारकत्वम् इति वैयाकरणानां लक्षणम्। क्रिया अन्वययोग्यता एव कारकत्वम् इति नैयायिकैः परिष्कृतमस्ति। तत्र कर्मत्ववर्णनं कथं भवति, तदनन्तरं करणत्वादिवर्णनं इत्युक्ते घटम् इति पदं पश्यामश्चेत् तत्र कर्मत्वं घटे अस्ति, केन सम्बन्धेन अस्ति इति चेत् स्वरूपसम्बन्धेन अस्ति इति कृत्वा, तर्हि तत्र घट इति प्रकृतिः घटस्य आदेयतासम्बन्धेन इदानीं कर्मत्वं घटे वर्तते इति कृत्वा घटः आधारः कर्मत्वे आधेयता, कर्मत्वम् इति आधेयः कर्मत्वे आधेयता, सा आधेयता केन सम्बन्धेन अवच्छिन्ना इति चेत् स्वरूपसम्बन्धेन अवच्छिन्ना इति यथा कर्मत्वविवरणे अस्माभिः अधीतं, तद्रीत्या एव सर्वत्र वक्तव्यं भवति इति अधीतम्। तत्र इदमपि चिन्त्यं घटं दण्डेन इत्यादौ विभक्त्या कारक उपस्थितिवत् सङ्ख्या उपस्थितिः अपि भवति, सा सङ्ख्या परं दण्डघटादि अन्वयिनी अन्वयिनी एव, तस्याः गुणरूपत्वात् प्रकृत्यर्थे समवायेन अन्वयः, सङ्ख्या अपि अवबुध्यते अम् इति एकवचनप्रत्ययं प्रयुक्तम् इति कृत्वा तत्र सङ्ख्या अपि अवबुध्यते, किन्तु सङ्ख्या इदानीं केन सम्बन्धेन वर्तते घटे इति चेत् समवायसम्बन्धेन वर्तते इति कृत्वा अम् इति प्रत्ययेन पदेन यत् कर्मत्वम् उक्तं तत्कर्मत्वं तत्कर्मत्वे विद्यमान आधेयता स्वरूपसम्बन्धेनापि अवच्छिन्ना, सङ्ख्यादृष्ट्या समवायसम्बन्धेनापि अवच्छिन्ना। इदानीं शाब्दबोधरीतिं निरूपयामः। तर्हि इदानीं सर्वाः सामग्र्यः अस्माकं पुरतः सन्ति इति कृत्वा शाब्दबोधः कथं जायते वाक्यं श्रुत्वा इत्यस्मिन् विषये चिन्तनम्। अस्तु, मेहुल् महोदय कृपया आरब्धं करोतु। अस्तु महोदय, शाब्दबोधविषयता निरूपणम्। शाब्दबोधोऽयं ज्ञानरूपः इति कस्यचित् प्रकारत्वं कस्यचित् विशेष्यत्वम् आवश्यकमेव। यः अन्वेति सः भवति प्रकारः, यस्मिन् अन्वेति सः भवति विशेष्यम्। यथा घटम् इत्यत्र घटः प्रकारः, अमर्थः कर्मत्वं विशेष्यम्। इदं च कर्मत्वं धात्वर्थे अन्वेति इति कर्मत्वे प्रकारतापि विशेष्यता धात्वर्थे। एवं सर्वत्र निरूपणे अपि मुख्यविशेष्यः शाब्दबोधे कः भवति इति विषये अस्ति दार्शनिकानां मतभेदः। अस्तु, अत्र शाब्दबोधः यदस्ति तद् ज्ञानरूपः अस्ति, एकविधज्ञानम् अस्ति इति वयं जानीमः। तर्हि यत्र ज्ञानमस्ति तत्र कस्यचित् प्रकारत्वम् इत्युक्ते कुत्र तत्र प्रकारः अपि भवेत् विशेष्यः अपि भवेत्, तर्हि ज्ञानमिति तयोः मध्ये सम्बन्धः अपि भवेत्। आम्, सम्बन्धः अपि भवेत् सत्यं। सर्वेषां ज्ञानानां न्यूनातिन्यूनं त्रयः विषयाः भवन्ति खलु, प्रकारः विशेष्यः तयोः मध्ये सम्बन्धः इति। तर्हि शाब्दबोधः अपि ज्ञानम् इति कृत्वा अत्रापि प्रकारः भवेत् विशेष्यः भवेत्। अस्तु, अग्रे महोदय। अस्तु, यः अन्वेति सः भवति प्रकारः इत्युक्ते यस्य ज्ञानं भवति सः प्रकारः, यस्मिन् अन्वेति सः भवति विशेष्यम् इत्युक्ते यस्मिन् ज्ञानं भवति सः विशेषं न वक्तव्यम्। ज्ञानस्य एव त्रयः विषयाः सन्ति खलु? आम् आम्, प्रकारः विशेषः संसर्गः। यथा अयं घटः इति प्रत्यक्षज्ञानम्, अत्र घटत्वं प्रकारः अस्ति, घटः विशेष्यः अस्ति, तयोः मध्ये समवायसम्बन्धः संसर्गः अस्ति। तथा अत्र प्रकारः शाब्दबोधः खलु, तर्हि यः अन्वेति सः भवति प्रकारः। तर्हि यस्य शाब्दबोधः भवति सः प्रकारः वा? यस्य शाब्दबोधः न, अत्र प्रकारस्यापि शाब्दबोधः भवति, विशेष्यस्यापि शाब्दबोधः भवति। ओ अस्तु अस्तु, त्रयः विषयाः सन्ति खलु? शाब्दबोधयस्य, हा शाब्दबोधस्य त्रयः विषयाः, सत्यं। हा शाब्दबोधः अपि ज्ञानम् इति कृत्वा, ज्ञानस्य न्यूनातिन्यूनं त्रयः विषयाः सर्वत्र भवन्ति इति कृत्वा, शाब्दबोधस्यापि त्रयः विषयाः भवत्येव। तर्हि अत्र प्रकारः कः, विशेष्यः कः इति निर्णेतव्यं शाब्दबोधे। अयं घटः इत्यत्र घटत्वेन घटः अवच्छिन्नः अस्ति इति कृत्वा घटत्वे प्रकारता, घटे विशेष्यता। किन्तु शाब्दबोधे कथं निर्णेतव्यम् इति चेत्, यः अन्वेति, केन सः अन्वेति? शाब्दबोधेन सः अन्वेति न यः अन्वेति, यः अन्वेति सः भवति शाब्दबोधस्य प्रकारः। शाब्द, तर्हि केन सः अन्वेति? केन सः अन्वेति? कारकं नाम किम्? क्रिया सः, उत्तमं। यः क्रियया सह अन्वेति सः भवति प्रकारः। यस्मिन् क्रिया अन्वेति सः भवति विशेष्यम्। सत्यम्। अस्तु, अग्रे पठतु। यथा यथा घटम् इत्यत्र, घटम् इति अत्र नैयायिकानां मतानुसारवाक्यं, तत्र घटः इति प्रकारः, अम् अर्थः कर्मत्वम् इत्युक्ते अत्र घटम् इत्यत्र पदद्वयमस्ति, घट इत्यनेन प्रकारः इति अस्ति, अम् इत्यनेन कर्मत्वम् अस्ति, तर्हि कर्मत्वम् इति विशेषमस्ति, घटः इति प्रकारः अस्ति। हा अत्र पश्यतु, तर्हि इदानीं यः अन्वेति सः प्रकारः, तर्हि कः अन्वेति? हा घटः, घट इति अन्वेति, हा घटः इति अन्वेति खलु, घटः केन सः अन्वेति? यदि वाक्यं घटमानय इति वाक्यम्, आनय क्रिया सह, हा आनय क्रियया सह घटः अन्वेति, घटः घटस्य एव आनयनं कर्तुं शक्यते खलु? सत्यम् इति कृत्वा यः अन्वेति सः प्रकारः। यस्मिन् अन्वेति, आदेशसम्बन्धेन प्रकारार्थे कर्मत्वे अन्वयः इति उपरि उक्तं खलु, घटस्य कर्मत्वे अन्वयः। केन सह अन्वयः? क्रियया सह अन्वयः, किन्तु कुत्र अन्वयः इति चेत् कर्मत्वे अन्वयः। घटस्य क्रियया सह अन्वयः, आनयनक्रियया सह अन्वयः, कुत्र अन्वयः इति चेत् कर्मत्वे अन्वयः। इत्युक्ते कर्मत्वेन अन्वेति खलु घटः, क्रियया सह कर्मत्वेन अन्वेति अस्मिन् वाक्ये। आनयनक्रियायाः फलाश्रयः अस्ति घटम् इति कृत्वा, घटमानय इत्यस्मिन् वाक्ये यत् पदं घटम् इति, यत् वाक्यं घटम् इति अस्ति, तत्र घट इति पदं प्रकारः अस्ति, सः एव क्रियया अन्वेति, किन्तु कस्मिन् अन्वेति इति चेत् कर्मत्वेन अन्वेति, केवलं तत्र साक्षात् घटः घटस्य न भवति खलु, अन्वयः न भवति, कर्तृत्वेन अन्वयः भवेत् अथवा कर्मत्वेन अन्वयः भवेत्, करणत्वेन अन्वयः भवेत्, सम्प्रदानत्वेन अन्वयः भवेत् खलु, तत्र सम्प्रदानत्वेन अन्वयः इति अनुक्त्वा एवमुक्तं कर्मत्वे अन्वयः इति उक्तम्. अतः अमर्थः समत्वं कर्मत्वं विशेष्यं, तर्हि अतः यत्र वैपरीत्यं जातम्. वस्तुतः कर्मत्वं कुत्र अस्ति? घटे अम् अम् इति प्रत्यये अस्ति. न न न, अम् इति प्रत्ययस्य अर्थः अस्ति, अम् इति पदस्य अर्थः अस्ति कर्मत्वं, किन्तु कर्मत्वं कुत्र अस्ति? स्वरूपसम्बन्धेन घटे अस्ति. घटे अस्ति खलु, घटे अस्ति. तर्हि सामान्यतया आदेयः प्रकारः भवति, अधिकरणं विशेष्यं भवति. आं सामान्यतया, हा तथैव सामान्यतया, किन्तु अत्र वैपरीत्यं जायते. हा तदेव अत्र किञ्चित् भ्रमः. हा कर्मत्वं विशेष्यं भवति, यद्यपि आदेयः अस्ति कर्मत्वं, तथापि विशेष्यं भवति, घटः प्रकारः भवति. किमर्थम् इति चेत् घटः कर्मत्वे अन्वेति, आदेयतासम्बन्धेन अन्वेति. सत्यम्, आदेयतासम्बन्धेन अन्वेति. कर्मत्वे आदेयतासम्बन्धेन घटस्य अन्वयः. तदर्थं तत्र क्रियया सह अपि तस्य अन्वयः अस्ति. अस्तु, इदं च कर्मत्वम्, इदं च कर्मत्वं धात्वर्थे अन्वेति. हा अत्र पश्यतु, धात्वर्थे अन्वेति इति उक्तं खलु. तदेव मया पृष्टं, केन सह अन्वेति इति चेत् धात्वर्थेन सह अन्वेति. धात्वर्थम् इति प्रयुक्तम्? अत्र घट इति धातुप्रकृतिः, अतः नास्ति, घट इति नाम प्रकृतिः अस्ति, धातुप्रकृतिः नास्ति. सत्यं, समीक्षमितं, हा क्षम्यतां, नाम प्रकृतिः अस्ति, समीचीनं. हा तर्हि अत्र धात्वर्थे इति किमर्थं लिखितं? धात्वर्थः घटमानय इत्यत्र धात्वर्थः, धातुः कः? नी धातुः. हा किमर्थं धात्वर्थे अन्वेति इति उक्तम् इति चेत् आनय इति अपि वाक्यं, यत्र नी इति धातुः अस्ति, धातुप्रकृतिः अस्ति, तस्मादुपरि तिङ् अस्ति, धर्मबोधकप्रत्ययः अस्ति. तर्हि इदानीं घटस्य केन सह अन्वयः इति चेत् धात्वर्थे एव अन्वयः. धात्वर्थस्य अत्र तिङ्प्रत्ययेन सह अन्वयः, बुध्यते खलु? बुध्यते. अत्र 296 पेज् मध्ये पिक्चर् अस्ति खलु, 203 घटपदार्थः कर्मत्वे अन्वयः आदेयतासम्बन्धेन, घटपदार्थस्य कर्मत्वे अन्वयः आदेयतासम्बन्धेन, कर्मत्वस्य स्पर्शनम् इति धात्वर्थेन सह अन्वयः निरूपकत्वसम्बन्धेन. स्पर्शनक्रिय धातुः कृत्या सह अन्वयः अनुकूलत्वसम्बन्धेन इति कृत्वा एव अत्र इदं च कर्मत्वं धात्वर्थे अन्वेति, कर्मत्वे प्रकारतापि विशेष्यता धात्वर्थे. पश्यतु, अत्र प्रकारता उभयता भवति कर्मत्वे. प्रकारता अपि भवति, विशेष्यता अपि भवति. विशेष्यता अस्ति किन्तु धात्वर्थनिष्ठप्रकारता अपि अस्ति. सत्यं, प्रकार मध्ये अस्ति इति कृत्वा. एवम् एवं सर्वत्र निरूपणे अपि मुख्यविशेष्यः शाब्दबोधे कः भवति इत्यस्मिन् विषये दार्शनिकानां मतभेदः अस्ति. अस्तु, मुख्यविशेष्यः कः शाब्दबोधे इत्यस्य कृते मतभेदः वर्तते इति अत्र यत् प्रदर्शितमस्ति तत्तु नैयायिकानां मतानुसारम्. किन्तु सर्वे अत्र एतादृशं न वदन्ति. अस्तु, अग्रे महोदय, नैयायिकास्तु. नैयायिकास्तु प्रथमान्तं यत् पदं तदर्थः मुख्यविशेष्यः इति मन्यन्ते. अस्तु, नैयायिकानां मतानुसारं यत् पदं प्रथमाव्यक्त्याम् अस्ति तदर्थः मुख्यविशेष्यः, तस्य अर्थः मुख्यविशेष्यः इति ते मन्यन्ते. एवञ्च सति सर्वत्र वाक्ये शाब्दबोधवर्णनरीतिः सुकरा भवति. अस्तु, ग्रामं गच्छति चैत्रः इति वाक्यमादायादौ शाब्दबोधप्रकारः निरूप्यते. अस्तु, अग्रे ग्रामं गच्छति चैत्रः इति वाक्यम् आधारीकृत्य शाब्दबोधे प्रकारः कथं निरूपयामः इति अस्ति. अस्तु, तर्हि इदानीम् एतद्वाक्यं दृष्ट्वा ग्रामं गच्छति चैत्रः अथवा चैत्रः ग्रामं गच्छति यथा कदापि वक्तुं शक्यते खलु. तर्हि अस्मिन् वाक्ये मुख्यविशेष्यः कः? यत् प्रथमान्तं पदमत्र नैयायिकानां मतानुसारम् अतः चैत्रः इति. उत्तमम्, उत्तमं. मुख्यविशेष्यः कः, मुख्यप्रकारः कः? हा, मुख्यप्रकारः कर्मत्वं धात्वार्थे कर्मत्वे प्रकारतः ग्रामम् इति मुख्यप्रकारः. ग्रामं नास्ति, ग्राम इति शब्दः. ग्राम, अस्तु, ग्राम इति. अस्तु, कति पदानि सन्ति विच्छेदं कृत्वा वदतु. ग्रामं गच्छति चैत्रः इत्यत्र अत्र ग्राम इति एकं पदम्, अम् इति द्वितीयपदं, गम् इति तृतीयपदं, तिङ् प्रत्ययः इति चतुर्थपदं, चैत्र इति पञ्चमपदं, सु इति प्रत्ययः षष्ठमपदं, षट् पदाः. वस्तुतः अत्र सु इति यद्यपि अस्ति किन्तु सु इत्यस्य अर्थः कः? सु इत्यस्य अर्थस्तु कर्मत्वं, किन्तु सु इत्यस्य अर्थः कः? अत्र कर्ता इति अस्ति खलु सु इत्यस्य? नास्ति, नास्ति वा? प्रथमाविभक्तिविधानसूत्रं किम्? न जाने, न स्मरामि. प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा. इति कृत्वा यद्यपि चैत्रः इति अपि वाक्यं यत्र पदद्वयं वर्तते किन्तु सु इत्यस्य स्वयम् अर्थः नास्ति. तदेव अर्थः निरूपयति. प्रातिपदिकस्य यः अर्थः अस्ति सः एव अर्थः सु इति प्रत्ययेन उक्तः. सत्यम्. अतः तर्हि प्रश्नः उदेति किमर्थं सु इति प्रत्ययस्य विधानं निरर्थकमस्ति खलु इति चेत् वैयाकरणाः वदन्ति सुप्तिङन्तं पदं, तर्हि पदसंज्ञासम्पादनार्थम्. अस्तु, इति कारक वर्गे मया चिन्तितम्. तत्र कारकवर्गः इति अन्यः वर्गः मया अहं चालयन् अस्मि. तत्र मया चिन्तितं प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रे यदि सु इति प्रत्ययस्य स्वयम् अर्थः नास्ति, यथा शप् इति प्रत्ययस्य अर्थः नास्ति, यथा आप् इति स्त्रीप्रत्ययस्य अर्थः नास्ति, तथा सु इति प्रत्ययस्य अर्थः नास्ति चेत् किमर्थं सु इति प्रत्ययस्य विधानम् इति पृष्टे तत्र उत्तरमस्ति सुप्तिङन्तं पदं, पदानामेव प्रयोगः वाक्ये करणीयम् इति नियमः अस्ति. इति कृत्वा केवलं पदसंज्ञासम्पादनार्थं सु इति प्रत्ययः. अतः अत्र चैत्रः योगः चैत्रयोगः सु इति अस्ति चेदपि तत्र सु इति सु इति मिलित्वा चैत्रः इति एव स्वीकर्तुं शक्यते. सु इत्यस्य स्वयम् अर्थः नास्ति इति कृत्वा तर्हि पञ्चपदाः एव. सत्यं. तर्हि अत्र मुख्यविशेष अस्मिन् वाक्ये मुख्यप्रकारः अस्ति ग्राम. किन्तु यदि चैत्रः यानेन ग्रामं गच्छति. इति वाक्यं. तर्हि अत्र यानेन इति करणमस्ति, ग्राममिति कर्म अस्ति. तर्हि उभयोः मुख्यप्रकारता कुत्र इति चेत् प्रायः न वक्तुं शक्यते. इति कृत्वा एव अत्र न दत्तम्. मुख्यविशेष्यः कः इति उक्तम्. बुद्धिते खलु? मेहुल् महोदय न श्रूयते? श्रूयते महोदय, श्रूयते. 304 पुष्पा भगिनी, 304 अस्तु. सो अत्र पश्यतु, अतः एव नैयायिकास्तु प्रथमान्तं यत्पदं तदर्थः मुख्यविशेष्यः इति उक्तम्. मुख्यप्रकारः कः इति न उक्तं. यद्यपि ग्रामं गच्छति चैत्रः इत्यस्मिन् वाक्ये ग्राम एव मुख्यप्रकारः, किन्तु ग्रामं यानेन गच्छति चैत्रः इत्यत्र मुख्यप्रकारः कः इति निर्देष्टुम् अशक्यम्. केन गच्छति इति प्रश्नस्य उत्तरं भवति यानेन. कुत्र गच्छति? ग्रामम् इति भवति. अस्तु, तर्हि अग्रे अत्र चित्रमस्ति खलु, निरूपयतु. अस्तु, अत्र ग्रामं गच्छति चैत्रः इत्यस्मिन् वाक्ये यानि पदानि सन्ति तानि सर्वाणि अत्र ग्राम अं गं ति चैत्रः तानि पदानि सन्ति. तर्हि ग्राम इति नाम प्रकृतिः अस्ति, अम् इति द्वितीया एकवचनं पदमस्ति, गम् इति धातुः अस्ति अथवा धातुप्रकृतिः, ति इति आख्यातम् इति वयं दृष्टवन्तः, चैत्रः इति तु प्रथमान्तं पदमस्ति. अधुना ग्राम इति नाम प्रकृतितः ग्रामः इति सुप्रत्ययस्य योजनेन पदं निष्पन्नं. अम् इति अम् इत्यनेन अम् इत्यस्य अर्थः कर्मत्वम् इति अस्ति. तर्हि ग्रामः इति आधेयत्वसम्बन्धेन कर्मत्वे अन्वेति, कर्मत्वे अन्वयः. समीचीनम्. ग्रामः इति आधेयत्वसम्बन्धेन कर्मत्वे अन्वयः ग्रामस्य. तथैव अत्र अग्रे अपि ग्रामस्य आधेयतासम्बन्धेन प्रत्ययार्थे कर्मत्वे अन्वयः. तत्र सम्बन्धः अपि योजनीयः चेत् किं वदति? आधेयता इति न आदेयतासम्बन्धेन इत्युक्तं, सा सम्बन्ध सा आदेयता अवच्छिन्ना. केन अवच्छिन्ना? आदेयता तु स्वरूपसम्बन्ध अवच्छिन्ना. हा, किमर्थम् इति चेत् कर्मत्वं स्वरूपसम्बन्धेन ग्रामे वर्तते इति कृत्वा. तर्हि तदपि योजयित्वा वदतु. ग्रामस्य स्वरूपसम्बन्धावच्छिन्न आधेयतासम्बन्धेन कर्मत्वे अन्वयः. प्रत्ययार्थे कर्मत्वे अन्वयः. प्रत्ययार्थे कर्मत्वे अन्वयः. अस्तु, तथैव अग्रे कर्मत्वम् इति अम् इत्यस्य कर्मत्वम् इति अर्थः कर्मत्वम् इति कर्मत्वस्य निरूपकत्वे निरूपकतासम्बन्धेन कर्मत्वं निरूपकतासम्बन्धेन कर्मत्वस्य निरूपकतासम्बन्धेन उत्तरदेशसंयोगानुकूलव्यापारे अन्वयः. गमनव्यापारे अन्वयः. उत्तमं, बहु उत्तमं. तर्हि अग्रे गमनात् पूर्वम् इदानीं कर्मत्वे प्रकारः अस्ति वा, विशेष्यः अस्ति वा? द्वयमपि अस्ति. अत्र कर्मत्वे इति यदा ग्रामः इति इत्यनेन सह सम्बन्धः चिन्तयामः चेत् तत्र कर्मत्वे विशेष्यता अस्ति, ग्रामे प्रकारता अस्ति. परन्तु कर्मत्वमपि च गमनव्यापार इत्यनयोः मध्ये सम्बन्धं चिन्तयामः चेत् कर्मत्वम् इत्यत्र विशेष्यता, क्षम्यता, प्रकारता कर्मत्वे अस्ति, गमनव्यापारे विशेष्यता अस्ति. उत्तमम्. एवम् अग्रे. एवम् अग्रे अपि अत्र गमनव्यापारस्य अनुकूल. क्षम्यता महोदय, क्षम्यताम्, अग्रे गमनात् पूर्वं पुनः तत्र अम् इत्यत्र कर्मत्वमेव उक्तं, किन्तु इतोपि अम् इत्यनेन एकत्वमपि उक्तं खलु? हा सत्यं, संख्यायाः अपि निर्देशः अस्ति. सत्यं. तर्हि तत्र वाक्यं वदतु. हा तर्हि तत्र ग्रामस्य समवायसम्बन्धेन समवायसम्बन्ध अवच्छिन्न आदेयतासम्बन्धेन अम् इति प्रत्ययार्थे प्रत्ययार्थे एकत्वे अन्वयः. प्रत्ययार्थे एकत्वे अन्वयः. अस्तु, ग्रामस्य समवायसम्बन्धावच्छिन्न. 304 इति पुटः अस्ति खलु? 304. अस्तु, पूर्वस्मिन् पुटे अत्र चित्रमस्ति खलु, तस्मात् पार्श्वे एव, अतः प्रकृत्यर्थस्य घटस्य आदेयतासम्बन्धेन प्रत्ययार्थे कर्मत्वे अन्वयः इति वाक्यं मनसि संस्थापयति चेत् समीचीनतया. अत्र इतोपि आदेयतासम्बन्धेन इत्युक्ते अवच्छिन्नापि योग्य योजनीयमस्ति. स्वरूपसम्बन्ध अवच्छिन्न आदेयतासम्बन्धेन प्रत्ययार्थे कर्मत्वे अन्वयः. समवायसम्बन्ध अवच्छिन्न आदेयतासम्बन्धेन प्रत्ययार्थे एकत्वे अन्वयः इति झटिति वक्तुं शक्यते. ग्रामस्य समवायसम्बन्धावच्छिन्न आधेयतासम्बन्धेन प्रत्ययार्थे एकत्वे, अथवा प्रत्ययार्थे नास्ति परन्तु एकत्वे अन्वयः. न, प्रत्ययार्थे एव, अम् इति प्रत्ययः, अमिति प्रत्ययः एकत्वे. तस्य अपि अर्थः एकत्वं, प्रत्ययस्य अर्थद्वयमस्ति. अर्थद्वयम्, एकत्वं द्वितीयं तु एकत्वं. हा सत्यं सत्यम्, अर्थद्वयमस्ति. अग्रे. अस्तु, तर्हि गमनव्यापारस्य अनुकूलता, स्वरूपसम्बन्धावच्छिन्न अनुकूलता असम्बन्धेन कृत्याम् अन्वयः. उत्तमं, कृत्याम् अन्वयः, सत्यम्. पुनः कृतेः स्वरूपसम्बन्धावच्छिन्न समवायसम्बन्धेन चैत्रे अन्वयः. स्वरूपसम्बन्धः वा, कृतिः इति आत्मगुणः अस्ति खलु, आत्मगुणः चैत्रजीवात्मने केन सम्बन्धेन भवति? समवायसम्बन्धेन. समवायसम्बन्धेन, समवायसम्बन्धावच्छिन्न समवायसम्बन्धेन चैत्रे अन्वयः. समवायसम्बन्ध अवच्छिन्न आदेयतासम्बन्धेन. क्षम्यताम्, आदेयत, अत्र सर्वत्र आदेयत्वमेव. समवाय एव लिखितं, कृतौ न, तत्र सम्बन्धः लिखितः केवलं. कृतौ किमस्ति, कृतिः चैत्रे अस्ति खलु, तर्हि आदेयता कुत्र अस्ति? कृतौ अस्ति, अधिकरणता चैत्रे अस्ति. चैत्रे अस्ति, सत्यं. किन्तु सा आदेयता केन निरूपिता इति समवायसम्बन्धेन अवच्छिन्न, निरूपिता नास्ति, अवच्छिन्न. अवच्छिन्न, अस्तु. कृतेः समवाय, कृतेः समवायसम्बन्धावच्छिन्न आधेयता सम्बन्धेन चैत्रे अन्वयः. हा, चैत्रे अन्वयः, चैत्रे मुख्यविशेष्ये अन्वयः. मुख्यविशेष्ये अन्वयः. अपि च ति इत्यनेन केवलं कृतिः न उक्ता, किन्तु वर्तमानकालमपि उक्तम्. यथा अम् इति प्रत्ययेन कर्मत्वम् उक्तम् अपि च एकत्वम् उक्तं, तथा ति इति प्रत्ययेन अत्रापि प्रायः एकत्वमपि वक्तव्यम्. एकवचनमपि अस्ति, सत्यम्, एकवचनत्वमस्ति खलु. भवतु, अत्र अधिकं न चिन्तनीयं, किन्तु अत्र किं निरूपितम् इति चेत् कथम् अर्थबोधः जायते इति तत्र सम्बन्धः अस्ति. यद्यपि सम्बन्धं बोद्धुं पदानि वाक्ये न सन्ति तथापि अर्थबोधः जायत्येव. किमर्थमिति चेत् तत्र अन्वयः अस्ति, आकाङ्क्षा अस्ति इति कृत्वा. चिन्तनमस्ति प्रत्येकस्मिन् पदस्य भूगभीरचिन्तनम् अस्ति अत्र प्रत्येकस्मिन् पदयोः मध्ये सम्बन्धः आदेयः. एतत्तु गभीरविषयः एव, कथं शाब्दबोधः जायते. एवमेव अत्र आमां वयम् अवगच्छामः इति वदन्तः वयं, किन्तु वास्तविक अवबोधः जायते वा न वा इति चेत् तदा एव पुनः पुनः चिन्तनीयं भवति. समीचीनम्. एतादृशचिन्तनम् अन्यत् धन्यवादः. एतादृशचिन्तनम् अन्यत्र कुत्रापि न लभ्यते इति मन्ये, केवलम् अत्र न्यायवर्गीयः. न अत्र शाब्दबोधः इति पुस्तकमस्ति, अत्र लेक्चर्स् अपि अस्ति, अहं प्रेषयिष्यामि. शाब्दबोधः कथं जायते इति प्रत्येकं मतानुसारम् अत्र ताताचारी इति प्रौढः आसीत्, इदानीं सः दिवङ्गतः, किन्तु इदानीन्तनकालीयः एव सः. तेन शाब्दबोधः इति ग्रन्थः रचितः. शाब्दबोधग्रन्थे किं दत्तमस्ति इति चेत्, प्रत्येकं मतं स्वीकृत्य अनया अनेन मतेन कथं शाब्दबोधः भवति, अपि च केवलं शाब्दबोधः इति स्थूलरीत्या नास्ति, कर्मत्वं करणत्वम् इति प्रत्येकं कारकं स्वीकृत्य तेन चिन्तितम्. तत्र लेक्चर्स् तु इदानीं संस्कृतमाध्यमेन एव अस्ति, तर्हि अहं प्रेषयिष्यामि. यूट्यूब् मध्ये अस्ति, लिङ्क् प्रेषयिष्यामि. आहत्य दश भाषणानि सन्ति इति मन्ये. कस्य भाषणानि सन्ति? तत्र देवनाथ महोदयः इति तस्य शिष्यः, प्रायः तस्य पुत्रः अपि भाति, न जाने समीचीनतया. इत्युक्ते ताताचारी महोदयस्य पुत्रः वा शिष्यः वा इति न जाने, उभयमपि भवितुमर्हति. तेन प्रतिपादितम् शाब्दबोधः इति ग्रन्थः. प्रत्येकं मतं स्वीकृत्य, अद्वैतमतानुसारं कथं भवति, वैयाकरणमतानुसारं कथं भवति, बौद्धमतानुसारं कथं भवति, केवलं शाब्दबोधविषये. अस्तु, अग्रे गच्छेम. धन्यवादः महोदय. अग्रे सत्यमा भगिनी पठति किं, कस्य कुत्र अन्वयः, एतत् सर्वम् अस्माभिः चिन्तितं, पठेम इदानीं. कस्य कुत्र अन्वयः? तथा च चित्रे दर्शितरीत्या द्वितीया एकवचनबोधित एकत्वस्य ग्रामे समवायेन अन्वयः. ग्रामशः पश्यव, एतद् बुद्धं खलु? तद्बुद्धम्. अत्र द्वितीया एकवचनबोधिते एकत्वस्य ग्रामे समवायेन अन्वयः. अस्तु अग्रे. ग्रामस्य प्रकृत्यर्थस्य प्रत्ययार्थे कर्मत्वे आधेयतासम्बन्धेन अन्वयः. तदपि उक्तं ग्रामत्वम् इति, क्षम्यतां, कर्मत्वं ग्रामे आधेयतासम्बन्धेन अन्वयः. कर्मत्वस्य कारकस्य निरूपकरीतरीत्या उक्तवती ग्रामस्य, क्षम्यतां, ग्रामस्य कर्मत्वे आदेयतासम्बन्धेन इति वक्तव्यम् अन्वयः. सत्यं, सा आदेयतासम्बन्धः केन अवच्छिन्ना? स्वरूपसम्बन्धेन अवच्छिन्ना. उत्तमं. ग्रामस्य प्रकृत्यर्थस्य प्रत्ययार्थे कर्मत्वे स्वरूपसम्बन्ध अवच्छिन्न आदेयतासम्बन्धेन अन्वयः. अस्तु अग्रे. कर्मत्वस्य कारकस्य निरूपकत्वसम्बन्धेन धातुर्थे उत्तरदेशसंयोग अनुकूलव्यापारे अन्वयः. उत्तमम्. एतत् सर्वं मेहुल् महोदयेन उक्तं पठनात् पूर्वमेव. अस्तु अग्रे. इदानीं तस्य च धातुर्थस्य अनुकूल अनुकूलत्वसम्बन्धेन आख्यातार्थकृतौ अन्यः तत् केन अवच्छिन्ना समवायसम्बन्धेन अवच्छिन्ना वा भवती वदतु इदानीं तस्यामेव च कृतौ न तस्य धात्वर्थस्य धात्वर्थः इत्युक्ते किं क्रिया खलु क्रिया अनुकूलत्वसम्बन्धेन आख्यातार्थकृतौ कृतिः इति गुणः क्रिया गुणे केन सम्बन्धेन भवति केनापि सम्बन्धेन भवति किं न भवति भिन्न हा इति कृत्वा अत्र अवच्छिन्नत्वं न वक्तुं शक्यते केवलम् अनुकूलत्वसम्बन्धेन अत्र स्वरूपसम्बन्धः अपि न वक्तुं शक्यते क्रिया गुणे स्वरूपसम्बन्धेन वर्तते इति न वक्तुं शक्यते गुणे क्रिया न भवितुमर्हति खलु न भवति इति कृत्वा अत्र केवलम् अनुकूलत्वसम्बन्धः अत्र अवच्छिन्नं न वक्तुं शक्यते तस्य च धातुर्थस्य अनुकूलसम्बन्धेन आख्यातार्थे कृते अन्वयः तथा तस्य कृतौ अन्वयः तस्यामेव च कृतौ आख्यातार्थस्य वर्तमान अपर आख्यातार्थस्य अपर आख्यातार्थस्य वर्तमानकालस्य आधेयत्वसम्बन्धेन अन्वयः कृतौ आख्यातार्थस्य कृतौ कृतौ आख्यातार्थस्य आख्यातम् कृतौ आख्यातौ अपर आख्यार्थ आख्यातम् इति नाम किम् अत्र ति इति ति इति प्रत्ययस्य कति अर्थाः सन्ति काल इति कालः इति एकः अर्थः ति इति कृति इति वर्तमानकालार्थ तर्हि यथा अम् इति प्रत्ययः कर्मत्वं बोधयति अपि च एकत्वमपि बोधयति तथा ति इति प्रत्ययः केवलम् अत्र कृतिं न बोधयति किन्तु कालम् अपि बोधयति खलु बोधयति अतः एव अत्र कृतम् अपर आख्यातार्थस्य भिन्न अर्थस्य अत्र भिन्न अर्थः कः कालः कालः आधेयत्वसम्बन्धेन अन्वयः इति हा आधेयत्व इदानीं तत्र आधेयः अस्ति खलु अस्ति कृतिः निरूपयतु कृतिः काले वर्तते खलु काले वर्तते समायसम्बन्धेन कृतिः कदा जायते इति इदानीं जायते वर्तमानकाले कृतिः अस्ति अस्ति इति कृत्वा कृतिः काले कालं तु सर्वस्य अधिकरणं भवति इति कृत्वा आधेयता कृतौ अस्ति अस्ति आधेयता कृतौ अस्ति अधिकरणता काले अस्ति इति कृत्वा कालः आधेयतासम्बन्धेन आख्यातार्थे ति इत्यनेन सह तस्य अन्वयः आधेयत्वसम्बन्धेन कालस्य अन्वयः अस्तु तदेव अत्र लिखितं वर्तमानकालस्य आधेयत्वसम्बन्धेन कृतौ अन्वयः अस्तु अग्रे तस्य च कृते समवायसम्बन्धेन कृतेः समवायसम्बन्धेन प्रथमान्तार्थे चैत्रे अन्वयः तस्य च कृतेः समवायसम्बन्धेन प्रथमार्थे चैत्रे अन्वयः इदानीं कृति अपि च कृतेः कृतेः इति षष्ट्याम् उक्तमस्ति वा कृतेः समवायसम्बन्धेन चैत्रे अन्वयः इति समवायसम्बन्धेन कृति समवायसम्बन्धेन चैत्रे अस्ति इति तर्हि सर्वत्र एवं वक्तव्यं ग्रामस्य आधेयतासम्बन्धेन कर्वत्वे अन्वयः कर्मत्वस्य निरूपकतासम्बन्धेन व्यापारे अन्वयः, गमनव्यापारे अन्वयः, उत्तरदेश अनुकूलगमनव्यापारे अन्वयः, उत्तरदेश संयोग अनुकूलगमनव्यापारस्य अनुकूलतत्त्वसम्बन्धेन कृतौ अन्वयः. कृतेः समवायसम्बन्धेन चैत्रे अन्वयः. अग्रे तत्रैव चैत्रे प्रथम एकवचन उपात्तस्य एकवचन उपात्तस्य एकत्वस्यापि समवायेन एव अन्वयः. चैत्र प्रथम एकवचनम् इद अस्ति, अतः चैत्र प्रत्ययः अस्ति, अतः एकत्वं बोधयति. सत्यम्. अतः एव अत्र पश्यतु, सर्वत्र ग्राम अधः ग्रामः इति लिखितम्, अम् इत्यत्र कर्मत्वं लिखितं, गम् इत्यत्र उत्तरदेश अनुकूलसंयोगव्यापारः इति लिखितं, टी इत्यत्र कृतिः इति लिखितम्, एवं कालः अपि लिखितं. किन्तु चैत्रः इत्यत्र चैत्रः इत्येव लिखितं. किमर्थम् इति चेत् सु इति प्रत्ययः किमर्थं न लिखितम् इति चेत् सु इति प्रत्ययस्य स्वयम् अर्थः नास्ति, प्रातिपदिकस्य यः अर्थः सः एव अर्थः सु इति प्रत्ययस्यापि इति कृत्वा. किन्तु सु इत्यत्र एकत्व अर्थः अस्ति इति कृत्वा तद् एकत्वं समवायसम्बन्धेन चैत्रे वर्तते. अस्तु, अग्रे भगिनि. ईदृशो अयं चैत्रमुख्यविशेषकबोधः तर्हि फलति. चैत्रे मुख्यविशेषः, चैत्रः एव मुख्यविशेषः, मुख्यविशेषः इति बोधः जायते. अतः एव प्रथमान्तं तदेव अत्र लिखितं, प्रथमान्तं यत्पदं तदर्थः मुख्यविशेष्यः इति नैयायिकाः मन्यन्ते. पूर्वस्मिन् पुटे यदस्ति तस्य. सत्यं. समवायेन समवायेन एकत्वविशिष्ट यः ग्रामः आधेयत्वसम्बन्धेन तद्विशिष्टं यत् कर्मत्वं, निरूपकत्वसम्बन्धेन तद्विशिष्टं यद् ग्रामं यद्गमनं विशिष्टव्यापारः अनुकूलत्वसम्बन्धेन तद्विशिष्टा या एवम् आधेयत्वसम्बन्धेन वर्तमानकालविशिष्टा या कृतिः, समवायेन तादृशकृतिविशिष्टः तथा समवायेन एकत्वविशिष्टः च चैत्रः. तद् एकवाक्यं वा? आम्, अय्यायिकरीत्या लिखितं. समवायेन एकत्वविशिष्टया ग्रामः. किमर्थम् अत्र यद् लिखितमस्ति किमर्थं तद् मर या इति किमर्थं पठति? यः ग्रामः, क्षम्यताम्. अपि च तत्र विसर्गः उच्चारणीयः भवति, विसर्गः उच्चारणीयः एव, नो चेत् अर्थबोधः भिद्यते. समवायेन एकत्वविशिष्टः यः ग्रामः सः ग्रामः, विशिष्टः यः ग्रामः सः ग्रामः आदेयत्वसम्बन्धेन तद्विशिष्टं यत् कर्मत्वम्, तत् कर्मत्वं निरूपकत्वसम्बन्धेन तद्विशिष्टं यद्गमनम् इति विशिष्टव्यापारः, सः विशिष्टव्यापारः अनुकूलत्वसम्बन्धेन तद्विशिष्टा या एवम् आधेयत्वसम्बन्धेन वर्तमानकालविशिष्टाया कृतिः, समवायेन तादृशकृतिविशिष्टः तथा समवायेन एकत्वविशिष्टश्च चैत्रः. अन्ततो गत्वा सर्वं चैत्रे अन्वेति. किन्तु वैयाकरणरीत्या पश्यामश्चेत् ते कथं वाक्यस्य अर्थं वदन्ति? ग्रामं गच्छति चैत्रः इति वाक्यं वैयाकरणाः कथं वदन्ति? चैत्रः ग्रामं गच्छति इति एव. चैत्रः कर्ता, चैत्र इति कर्ता अस्ति, ग्रामम् इति कर्म कर्मपदं गच्छति इति क्रियापदं तावदेव खलु. किन्तु अत्र वैयाकरणरीत्या शाब्दबोधः करणीयः चेत् प्रथमं किं स्वीकरोति? ग्राम चैत्रः ग्रामं गच्छति इत्यत्र क्रियापदं स्वीकरोति. क्रियापदं स्वीकृत्य क्रियापदेन अन्येषां पदानाम् अन्वयः वैयाकरणाः वदन्ति. कः गच्छति? चैत्रः गच्छति. कुत्र गच्छति? ग्रामं गच्छति इति एतादृशं वैयाकरणमथानुसारं शाब्दबोधः क्रियते. अतः एव श्लोकस्य अन्वयः करणीयः चेत् प्रथमं श्लोके विद्यमानक्रियापदं किम् इति स्वीकर्तव्यम्. तदनन्तरं सः कः करोति, किं करोति, केन करोति, कस्मै करोति, कस्मात् करोति, कस्मिन् करोति इति प्रश्नान् उक्त्वा यदि तत्र विशेषविशेषभावः अस्ति तत्र विशेषणमपि विशेष्येन सह उक्त्वा तादृशं शाब्दबोधः उत्पादयन्ति वैयाकरणाः. किन्तु नैयायिकाः अत्र मुख्यविशेष्यः कः? चैत्रः. सर्वं चैत्रे अन्वेति न तु क्रियायाः. इत्युक्ते मुख्यविशेष्ये अन्वेति इति वक्तव्यं वा? हा, सर्वम् अत्र ग्राममपि चैत्रेण सह तस्य अन्वयः, किन्तु साक्षात् नास्ति. ग्रामस्य कर्मत्वे अन्वयः, कर्मत्वस्य गमनक्रियया सह अन्वयः, गमनक्रियायाम् अन्वयः, गमनक्रियायाः कृतौ अन्वयः, कृतेः चैत्रे अन्वयः इति कृत्वा परम्परया ग्रामः, कर्मत्वं, व्यापारः, कृतिः एतत् सर्वं चैत्रे अन्वेति खलु. इदानीं स्पष्टता भवति. हा, इति मतभेदः. अतः अत्र पूर्वस्मिन् पुटे एकं वाक्यं लिखितमस्ति, शाब्दबोधे कः भवति, एवं सर्वत्र निरूपणे अपि मुख्यविशेष्यः शाब्दबोधे कः भवति इति विषये अस्ति दार्शनिकानां मतभेदः. तर्हि वैयाकरणाः मुख्यविशेषः कः इति चेत् क्रिया एव मुख्यविशेषः इति ते वदन्ति. सर्वं क्रियायाम् अन्वेति इति कृत्वा सर्वेषां क्रियायाम् अन्वयः इति कृत्वा सर्वेषां कारकाणां क्रियायाम् अन्वयः, कः करोति, किं करोति, कस्मै करोति, कस्मात् करोति, केन करोति, कस्मिन् करोति इति. किन्तु नैयायिकाः तादृशं न वदन्ति. प्रथमाविभक्त्यां यत् पदमुक्तं तत्रैव सर्वस्य अन्वयः इति चेत् इदानीं यदि मया उक्तं तत्सर्वम् अवगतं चेत् तर्हि इदानीं भवतां मनसि एकः प्रश्नः उदेति एव. कः प्रश्नः इति वदति वा? अहं चिन्त चैत्रः ग्रामं गच्छति इत्यत्र वा? न न, इति नास्ति. यदि प्रथमान्तशब्दे वाक्ये यत्पदं प्रथमान्तेन उक्तं तत्रैव सः एव मुख्यविशेषः, तस्मिन्नेव सर्वेषां पदानाम् अन्वयः इति नैयायिकाः वदन्ति चेत् तादृशमेव ते वदन्ति. तर्हि इदानीं भवतां मनसि एकः प्रश्नः उदेत्येव. स्वामिमहोदय, भवान् किं चिन्तयति? महोदय, केन सह इति कथम् अन्वेति प्रथम भवति चेत् प्राधान्यतया? न बुद्धि, एतावत्पर्यन्तं यत् चिन्तितं भवता अवगतं किम्? किञ्चित् अवगतं महोदय. किं न अवगतम्? एतद् अवगन्तव्यमेव. अग्रे गमनात् पूर्वम् अत्र नैयायिकाः वदन्ति सर्वाणि पदानि वाक्ये विद्यमानसर्वाणि पदानि ग्रामं गच्छति चैत्रः इति वाक्ये कति पदानि सन्ति नैयायिकानां मतानुसारं ग्रामम् इति ग्रामयोगः अम् इत्यादि महोदय तर्हि गणनं कृत्वा वदतु ग्रामं गच्छति चैत्रः इत्यस्मिन् वाक्ये नैयायिकानां मतानुसारं कति पदानि सन्ति षट् षट् पदानि सु इत्यस्यापि गणनं कृतं वा भवता महोदय आम् आम् न तद् तद् गणनं मा करोतु किमर्थमिति चेत् सु इति प्रत्ययस्य स्वयम् अर्थः नास्ति खलु महोदय चैत्र इति प्रातिपदिकस्य यः अर्थः सः एव अर्थः सु इति प्रत्ययस्यापि इति कृत्वा पञ्चपदानि सन्ति इति वक्तव्यम् ओ अस्मिन् वाक्ये पञ्चपदानि सन्ति तानि कानि ग्रामयोगः योगः अम् गच्छयोगः ति योगः गम् योगः ति गम् हा गम् गच्छ आम् महोदय गम् योगः तदेव अत्र चित्रं पश्यतु तदेव अत्र लिखितं ग्रामयोगः अम् योगः गम् योगः ति योगः चैत्रः चित्रं पश्यति किम् न महोदय पुस्तकं मम पार्श्वे इदानीं नास्ति पुस्तकं नास्ति किम् आम् ओ पुस्तकम् आवश्यकमस्ति अस्तु तर्हि इदानीं पञ्चपदानि सन्ति वाक्ये तत्र मुख्यं पदं किमपि भवेत् येन पदेन अन्येषां पदानाम् अन्वयः भवति व्याकरणरीत्या तु गच्छति किन्तु नैयायिकानां मतानुसारम् अत्र पञ्चपदेषु किं पदं मुख्यमस्ति चैत्रः उत्तमं तर्हि चैत्रे अन्येषां पदानाम् अन्वयः तावत् बुद्धं खलु आं महोदय तावत् बुद्धं हा तर्हि इदानीं इदानीं प्रश्नः अस्ति प्रथमाविभक्त्यां यत् पदमस्ति सः एव मुख्यविशेष्यः इत्युक्ते तस्मिन्नेव अन्येषां पदानाम् अन्वयः इति वदामश्चेत् अस्तु अहम् एकं क्लू ददामि ग्रामं गच्छति चैत्रः इति वाक्यं कर्मणि प्रयोगे वदतु चैत्रेण ग्रामं गम्यते ग्रामम् इति भवति वा हा ग्रामः चैत्रेण ग्रामः गम्यते तर्हि अत्र इदानीं मुख्यविशेष्यः कः नैयायिकानां मतानुसारं मुख्यविशेष्यः प्रथमान्ते एव भवति तर्हि ग्रामः महोदय हा इति प्रश्नः मनसि उदेत् कर्मणि प्रयोगे इदानीं हा ग्रामं गच्छति चैत्रः इत्यत्र चैत्रः मुख्यविशेष्यः अस्ति चेत् चैत्रेण ग्रामः गम्यते इत्यस्मिन् वाक्ये ग्राम एव प्रथमान्ते अस्ति इति कृत्वा इदानीं ग्रामः मुख्यविशेष्यः भवति खलु आं महोदय अपि च मम एकः प्रश्नः उदेति तत्र यदि वाक्ये यानेन गच्छति इति अपि अस्ति चेत् तर्हि चैत्रः इति अन्वेति वा क्रिया एव अन्वेति खलु नास्ति सम्पूर्णवाक्यं वदतु चैत्रेण यानेन ग्रामः गम्यते इति वाक्यं वा नो चेत् यानेन ग्रामं गच्छति यानेन चैत्र वा यानेन ग्रामं गच्छति चैत्रः तत्र यानशब्दस्यापि अन्ततो गत्वा चैत्रे एव अन्वयः करणत्वेन आम् यान यानस्य यानशब्दस्य आदेयतासम्बन्धेन करणत्वे अन्वयः करणत्वस्य उत्तरदेशसंयोग अनुकूलव्यापारेण व्यापारे अन्वयः गम् इति व्यापारे अन्वयः इति भवति वाक्यम्। अन्ततो गत्वा प्रथमायां यत् पदमस्ति तदेव मुख्यविशेषः, तत्रैव सर्वं सर्वाणि पदानि अन्वेति। सर्वेषां वाक्ये विद्यमान सर्वेषां पदानाम् अन्वयः मुख्यविशेष्ये प्रथमान्तशब्दे भवति इति नैयायिकानां मतम्। तर्हि इदानीं कर्मणि प्रयोगः कुर्मश्चेत् यानेन चैत्रेण ग्रामः गम्यते इत्यत्र यानं चैत्रः इति एतत् सर्वं ग्रामे अन्वेति इति मतभेदः अस्ति। किन्तु नैयायिकानां वैयाकरणां मतानुसारं कर्मणि प्रयोगे अपि क्रियापदेन सह सर्वस्य अन्वयः खलु? आं महोदय। कः गम्यते? ग्रामः गम्यते। केन गम्यते? चैत्रेण गम्यते। पुनः केन करणेन गम्यते? यानेन गम्यते। कर्मणि प्रयोगे कर्तरिप्रयोगे च वैयाकरणमतानुसारं तत्र मुख्य अन्वयः सर्वदा क्रिया एव भवति। किन्तु कर्तरिप्रयोगे नैयायिकानां मतानुसारं मुख्य अन्वयः मुख्यविशेष्यः कर्ता भवति, अतः एव कर्तरिप्रयोगः। कर्मणि प्रयोगे कर्म भवति। अस्तु, तर्हि इदानीम् इतोपि एकः प्रश्नः मनसि भवेत्। महोदय, भवान् किं चिन्तयति? महोदय, मुख्यविशेषे अन्यति इति न वा, प्रथमान्ते इति स्पष्टतया वक्तव्यं वा? यतोहि इति यदि अहं खडं तावदेव वदामः चेदपि नैयायिकानां मतानुसारं तत् पदमस्ति खलु? पदमस्ति, न पदं नास्ति, वाक्यमस्ति। घटम् इति वाक्यमस्ति, तत्र खडा अम् अत्र प्रथमान्तम् इति न पदं खलु अम् इति। किन्तु घटम् इति वदति चेत् अर्थबोधः शाब्दबोधः जायते खलु? आम् जायते वा? घटम् इति पदार्थः पदार्थम् अस्ति इति ज्ञायते खलु? किन्तु घटा अपि च अम् शाब्दबोधः जायते घटम्। अस्तु, भवतीम् आह्वय, अहं केवलं सम्पूर्ण अर्थबोधः न जायते, केवलं पदार्थ अर्थबोधः, किञ्चित् अर्थबोधः इति नास्ति। शाब्दबोधः जातः चेत् सम्पूर्ण अर्थबोधः जायेत। यदि तावत् वदामः चेत् घटम् इति पदार्थ मम मनसि आत्मनि तस्य बोधः जायते खलु? किन्तु घटं शाब्दबोधः जायते वा इति प्रश्नः। Do you, if I only say ghatam, do you, even though you understand? Yeah, okay, there is. Bhavati kim karoti, tat shrutva. Yes, I am not going to do anything. Yes. Okay. Then you will ask me, why are you blabbering? Okay. Even though, maya tatra ghatam iti samichina padam prayuktam. वैयाकरणमतानुसारं घटम् इति पदं प्रयुक्तं, किन्तु शाब्दबोधः न जायते। किमर्थम् इति चेत् घटं केवलं भवतीम् आह्वय आहूय घटम् इति उक्त्वा तूष्णीं तिष्ठामि चेत् किमर्थं किम् अवगच्छति भवती? किमपि नावगच्छति। भोः, इतोपि किमपि वदतु, किं घटम् इति किं मया आनेतव्यं किं? नो चेत् प्रहरणं कृत्वा तस्य ताडनं करोति किम्? तत्र अस्ति इति वा वा खलु? अत्र यदा स्वप्ने केचन पुरुषाः सन्ति, केचन पुरुषाः इत्युक्ते मनुष्याः सन्ति, स्वप्ने एवमेव किञ्चिदपि उच्चैः ते वदन्ति घटम् इति वदन्ति स्वप्ने। तर्हि तत्र शाब्दबोधः न भवति खलु? is what we say. Iti kritva shabda bodha na bhavati. अस्तु तर्हि महेल् महोदय मम प्रश्नस्य उत्तरम् इत्युक्ते प्रश्नं पुनः वदामि कर्मणि प्रयोगे कर्तरि प्रयोगे कर्ता एव मुख्यविशेष्यः सर्वेषां पदानाम् अन्वयः तस्मिन् कर्तरि अतः एव कर्तरि प्रयोगः इति उक्तम् एवं कर्मणि प्रयोगे सर्वेषां पदानाम् अन्वयः कर्मणि जायते मुख्यविशेष्ये जायते इति चेत् इदानीम् अग्रिमप्रश्नः कः भवेत् अत्र भावे प्रयोगे उत्तमं भवति इति हा भावे प्रयोगे कथं भवति इति प्रश्नः उदेति खलु तर्हि भावे प्रयोगं प्रयुज्य एकं वाक्यं वदतु वृक्षः वर्धते भावे प्रयोगः वृक्षः वर्धते इति भावे प्रयोगः किम् कर्तरि प्रयोगः केवलं कर्मपदं त्यक्तव्यं महोदय तावदेव चैत्रेण ग्रामः गम्यते इति कर्मणि प्रयोगः चैत्रेण गम्यते इति तावदेव सत्यं सत्यं केवलं भावय अत्र चैत्रेण कर्म न उक्तः खलु सत्यं किं इति कृत्वा अत्र भावः एव उक्तः तर्हि चैत्रेण गम्यते इत्यत्र प्रथमान्तपदमेव नास्ति तर्हि मुख्यविशेष्यः एव नास्ति वा इति प्रश्नः उदेति खलु तर्हि तत्र किं समाधानं वदति भवान् केवलं चिन्तनार्थम् अस्तु मुख्यविशेषः प्रथमान्तम् एव भवेत् अस्तु तत्र हा यदा विशेष्यः नास्ति चेत् तत्र ज्ञानमेव न भवति ज्ञाने तु इति प्रश्नः अस्ति अस्मिन् वाक्ये नैयायिकानां मतानुसारं मुख्यविशेष्यः प्रथमान्ते भवति मुख्यविशेष्ये एव सर्वेषां पदानाम् अन्वयः इति चेत् चैत्रेण गम्यते इत्यस्मिन् भावे प्रयोग प्रयोगवाक्ये प्रथमान्तपदमेव नास्ति तर्हि अत्र नैयायिकाः किं वदिष्यन्ति इति ऊहां करोतु वस्तुतः अत्र अहमपि ऊहामेव करोमि अत्र नैयायिकाः प्रायः किं वदन्ति गम्यते इत्यनेन किम् उक्तं भावः उक्तः चेत् तत्र गतम् इति पदं प्रयोक्तव्यं चैत्रेण गतम् चैत्रेण गतम् इत्यत्र प्रथमाविभक्त्यां किं पदमस्ति गतम् इति हा गतम् इति भाव्यप्रयोग स्थान्तभाव्यप्रयोगप्रथमस्ति खलु तर्हि यद्यपि चैत्रेण गम्यते इति वाक्यमस्ति अत्र प्रथमान्तपदमेव न दृश्यते तथापि गम्यते इति भाव्यप्रयोगेन किमुक्तम् इति चेत् गतम् अथवा गतिः इति भावः एव उक्तः इति कृत्वा चैत्रेण गतम् इति अवगम्य चैत्रेण गम्यते इति वाक्यं चैत्रेण गतम् इत्यस्य समानमस्ति इति अवगम्य गतम् इति इदानीं प्रथमायामस्ति इति कृत्वा भावः एव मुख्यविशेषः भवति बुध्यते खलु श्रूयते खा श्रूयते इदानीं श्रूयते अस्तु तर्हि अग्रे गच्छेम अस्तु स्वामिमहोदय अग्रे पठति वा, भवतः पार्श्वे पुस्तकं नास्ति किम्? नास्ति महोदय. अस्तु तर्हि भवान् शृणोतु अद्य. हा तर्हि मेहुल् महोदय भवान् एव पठतु. एतेषु एतेषु एकत्वघटादिपदार्थाः ये एकवचनघटपदादिभिः उपस्थापिताः ते शाब्दबोधे प्रकारविधया विशेषविधया वा भासन्ते. ये तु समवायाधेय आधेयत्वनिरूपकत्वानुकूलत्वादयः तत्र तत्र पदार्थयोः मध्ये भासमानाः पदेन अवबोधिताः आकाङ्क्षया भास्तमानाः न प्रकाराः न अपि विशेष्याः किन्तु संसर्गाः भवति भवन्ति. अस्तु भवन्ति संसर्गाः भवन्ति भवति. अस्तु एतेषु एकत्वघटादिपदार्थाः. अस्तु अस्तु यत् अत्र यत् उपरि चित्रमस्ति तत्र एकत्वादिपदार्थाः एकत्वघटादिपदार्थाः इत्युक्ते एकः अपि च घटः इत्यादि पदार्थाः ये एकवचनघटपदादिभिः उपस्थापिताः इत्युक्ते तत्र ये पदाः यानि पदानि एकवचने अस्ति ते शाब्दबोधे प्रकारविधया विशेषविधया वा भासन्ते. तस्मिन् तेषु प्रकारः प्रकारता अपि अस्ति विशेषता अपि अस्ति. परन्तु ये यानि पदानि समवाय आधेयत्व निरूपकत्व अनुकूलत्व इत्यादयः पदार्थयोः मध्ये भासमानाः अस्तु आकाङ्क्षया भासमानाः इत्यादि पदेन अवबोधिताः भासमानाः ये पदाः यानि पदानि सन्ति तानि पदानि प्रकारः अपि नास्ति विशेष्यः अपि नास्ति परन्तु संसर्गाः एव इत्युक्ते अत्र आधेयत्वं निरूपकत्वम् अनुकूलत्वं समवायः एते सर्वे सम्बन्धं सूचयति इति अतः संसर्गः एव सूचयति न तु प्रकारः न तु विशेष्यः. इत्युक्ते यथा सत्यभामा भगिन्या सह मया चिन्तितं तत्र क्रिया कृतौ केन सम्बन्धेन भवति इति चेत् तत्र समवायः अपि न भवति संयोगः अपि न भवति खलु. तत्र केवलम् अनुकूलत्वम् इति यथा उक्तम् एवं तत्र निरूपकत्वं कर्मत्वम् अपि च व्यापारः इत्यत्र अनुकूलत्वमस्ति. तर्हि तत्र आधेयत्वं ग्रामः अपि च कर्मत्वम् अत्रापि यद्यपि सा आधेयता समा अत्र स्वरूपसम्बन्ध अवच्छिन्ना अस्ति तथापि अत्र वस्तुतः अत्र किं लिखितमस्ति इति चेत् महोदय पदयोः मध्ये यः सम्बन्धः अस्ति खलु तत् सम्बन्धं निरूपयितुम् अन्यत् पदं नास्ति. तत्र आकाङ्क्षा वर्तते पदयोः मध्ये आकाङ्क्षा वर्तते इति यदुक्तम् इति कृत्वा तत्र प्रकारः मुख्य तत्र प्रकारः वा विशेष्यः वा न वक्तव्यः केवलं संसर्गः इत्युक्ते सम्बन्धः एव तत्र वक्तव्यः इति उक्तम्. अस्तु अग्रे एकत्वाश्रय एकत्वाश्रय ग्रामवृत्तिकर्मत्वनिरूपकगमनानुकूलकृतिमान् एकत्वाश्रयः चैत्रः इति अत्र सम्प्रदायसिद्धः अखण्डबोधनिरूपणप्रकारः बहुधा दृश्यते एवमपि पूर्वोक्तप्रकार एव समीचीनः. अस्तु अत्र एकत्व आश्रय ग्रामवृत्तिकर्मत्वनिरूपकगमनानुकूलकृतिमान् इति प्रायः एतानि सर्वाणि अत्र विशेषणानि कस्य इत्युक्ते चैत्रस्य. तर्हि तादृश मान् वान् इति चैत्रः एकत्वाश्रयः चैत्रः इति अत्र आगतम् तादृश ग्रामं गच्छति चैत्रः इति वाक्यस्य अर्थः नैयायिकानाम् मतानुसारं कथम् अवगन्तव्यम् इति चेत् पुनः एकवारं पठतु एतद्वाक्यम्। एकत्व आश्रय ग्रामवृत्तिकर्मत्वनिरूपकगमनानुकूलकृतिमान् एकत्वाश्रयः चैत्रः इति नैयायिकानां मतानुसारं ग्रामं गच्छति चैत्रः इति वाक्यस्य अर्थबोधः कथं जायते इति चेत् एतादृशमेव जायते। तत्र किञ्चित् प्रतिपादयति वा एकत्वाश्रय इति? अत्र मुख्यप्रकारः इति एकत्वम् इति मन्ये, तर्हि मुख्यप्रकारः इति त्यजतु, मुख्यविशेष्यः एव वक्तव्यं। किमर्थमित्युक्ते यदा यानेन इति करणान्तपदमस्ति, करणकारकपदमपि अस्ति चेत् तत्र मुख्यविशेष्य प्रकारता कुत्र भवति इति क्लेशः अस्ति खलु। क्लेशः सत्यं। अस्तु, तर्हि अत्र चैत्रः इति मुख्यविशेषः, एकत्वाशयः चैत्रः इति अस्ति। यः चैत्रः सः एकत्वाश्रयः अस्ति इत्युक्ते चैत्रः इति एकवचनपदमस्ति, अतः अहं मन्ये अत्र एकत्वाश्रयः इति अस्ति तस्य विशेषणम्। एकत्वपदम् एकवचनपदमिति भावदति, एकत्वमस्ति खलु चैत्रे। हा, चैत्रे एकत्वमस्ति, एकत्वस्य आश्रयः चैत्रः। प्रथमं केवलं निर्विशिष्टचैत्रः उक्तः। चैत्रः कीदृशचैत्रः? एकत्वाश्रयचैत्रः। एकत्वाश्रयचैत्रः इत्युक्ते यस्मिन् एकत्वमस्ति तादृशचैत्रः। तस्मादुपरि, हा तस्मादुपरि अत्र ग्रामवृत्ति इति अपि अस्ति, तर्हि सः ग्रामं गच्छति पूर्वम्। प्रथमं चैत्रः, किं विशिष्टचैत्रः? एकत्वाश्रयः चैत्रः। पुनः किं विशिष्ट एकत्वाश्रयचैत्रः? कृतिमान् इति खलु? उत्तमं, कृतिमान्, केवलं कृतिमान् इति वक्तव्यम्। केवलं कृतिमान्, कृतिमान् चैत्रः कीदृश अत्र इत्युक्ते तस्मिन् कृति अपि अस्ति, केवलं तस्मिन् एकत्वमपि नास्ति, चैत्रे कृतिरपि अस्ति। अपि च कीदृशी कृतिः? तर्हि गमनानुकूलकृतिः। हा, तदनन्तरं तद् चतुर्थप्रश्नः अस्ति। चैत्रः किं विशिष्टः? चैत्रः एकत्वविशिष्टचैत्रः, अतः एकत्वाश्रयः चैत्रः। केवलम् एकत्वाश्रयचैत्रः एव इति चेत् न, कृतिमान् चैत्रः। तर्हि कृतिमान् एकत्वाश्रयः चैत्रः, इदानीं विशेषणद्वयम् आगतम्। चैत्रे एकत्वमपि अस्ति, कृतिः अपि अस्ति। तर्हि तया कृत्या केवलं कृतिः एव उक्तः वा? ग्रामं गच्छति चैत्रः इति वाक्यं गच्छति इति अस्ति अतः, हा, तर्हि अत्र गमनक्रिया अपि उक्ता खलु। तर्हि चैत्रे विद्यमानकृत्या किं का क्रिया जायते इति अपि उक्तम्। तद्वदतु इदानीं। तदस्ति गमनानुकूलकृतिः, अतः यया कृत्या गमना गमनम् इति क्रिया जायते तादृशगमन अनुकूलकृतिमान् एकत्वाश्रयः चैत्रः इति तावदुक्तम्। इदानीम् इतोपि तर्हि कृतिः निरूपकः केन निरूपयति? तर्हि कर्मत्वनिरूपक गमनानुकूलकृतिमान् एकत्वाश्रयः चैत्रः भवति। अपि च तत् कर्मत्वं कुत्र अस्ति? ग्रामे कर्मत्वं ग्रामवृत्तिकर्मत्वम् अस्ति, ग्रामवृत्तिकर्मत्वनिरूपक तादृशकृतिः अस्ति। ग्रामवृत्ति ग्रामे अस्ति इति, ग्रामे अस्ति, अतः ग्रामवृत्तिकर्मत्वनिरूपक कृति भवति गमनानुकूलकृति, तादृशकृतिमान् अपि च एकत्वाश्रयः कः इत्युक्ते चैत्रः इति भवति। उत्तमं, हा, तत्र ग्रामे किमस्ति? ग्रामे अपि एकत्वमस्ति, यतः एकत्वाश्रयग्रामः इति. हा, एकं ग्राममेव सः गच्छति खलु. एकमेव. तर्हि अत्र पश्यतु, एकत्वाश्रय ग्रामवृत्तिकर्मत्वनिरूपकगमनानुकूलकृतिमान् एकत्वाश्रयः चैत्रः इत्यत्र सर्वं चैत्रे अन्वेति. सर्वं चैत्रे अन्वेति. तर्हि ग्रामं गच्छति चैत्रः इति वाक्यं श्रुत्वा नैयायिकः कथम् अवगच्छति इति चेत्, तत्र चैत्रे बहूनि विशेषणानि सः अवगच्छति. एकत्वाश्रयः चैत्रः इति अवगच्छति. तर्हि प्रथमं चत्र चैत्रः इति प्रथमान्तशब्दं श्रुत्वा चैत्रं स्वीकरोति. यथा वैयाकरणाः प्रथमं क्रियापदं स्वीकरोति, तथा अत्र नैयायिकाः प्रथमान्तपदं स्वीकुर्वन्ति चैत्रः इति. कीदृशचैत्रः? एकत्वाश्रयः चैत्रः. पुनः कीदृशः चैत्रः? कृतिमान् एकत्वाश्रयः चैत्रः. तेन कृत्या किं जायते? गमनानुकूलकृतिमान्, न तु पाचकानुकूलकृतिमान्. गमनानुकूलकृतिमान् एकत्वाश्रयः चैत्रः. केवलं अतीते गमनानुकूलकृतिमान् एकत्वाश्रयः चैत्रः इति बोधः, चैत्रः गच्छति इति तावदेव वदामश्चेत्. किन्तु वाक्ये इदानीं ग्रामम् इति पदमपि अस्ति खलु. तर्हि ग्रामस्यापि चैत्रेण सह अन्वयः करणीयः इति कृत्वा तत्र कर्मत्वनिरूपकगमनानुकूलकृतिवान् एकत्वाश्रयः चैत्रः. पुनः कर्मत्वं कुत्र अस्ति? ग्रामे अस्ति. तस्मिन् ग्रामे किमस्ति? एकत्वमस्ति. एकमेव ग्रामं गच्छति सः. नो चेत् वाक्यं कथं भवेत्? ग्रामान् गच्छति चैत्रः इति भवेत्. नो चेत् ग्रामौ गच्छति चैत्रः इति भवेत्. किन्तु ग्रामं गच्छति चैत्रः इति एव उक्तं खलु. हा, इति कृत्वा चैत्रः एकमेव ग्रामं गच्छति इति अवगन्तुं शक्यते. तर्हि अत्र बहूनि विशेषणानि उक्तानि. एकत्वाश्रय, एकत्वं ग्रामस्य विशेषणं, ग्रामः तत्र पुनः तस्मिन् ग्रामे कर्मत्वं विशेषणं, तत्र कर्मत्व अनुकूलव्यापारः निरूपकं गमनक्रिया, तादृशगमनक्रियायाः अनुकूलकृतिमान्, तादृशकृतिमान् यस्मिन् एकत्वमस्ति तादृशचैत्रः इति ते अवगच्छन्ति. तदेव सम्प्रदायसिद्धः अखण्डबोधनिरूपणप्रकारः बहुधा दृश्यते. एवमपि पूर्वमुक्तप्रकारः एव समीचीनः. इत्युक्ते पूर्वं यदुक्तम् इत्युक्ते अत्र एतद्वाक्यं पश्यति चेत् अत्र एकत्वे, कर्मत्वे, अत्र अनुकूलत्वे सर्वत्र विशेषणं प्रकारः भवति खलु. तत्र प्रकारः भवति, सत्यम्. हा, किन्तु तादृशं न वक्तव्यं. किं समीचीनम् इति चेत् तत्र केवलं तेषु संसर्गः एव अस्ति, तदेव समीचीनम् इति उक्तम्. अस्तु, अग्रे पठतु महोदय. अत्र इदानीं केवलं पठनीयं तावदेव. अत्र च एकत्वनिष्ठप्रकारतायाः एकत्वत्वम् इव समवायोऽपि भवति अवच्छेदकः. अस्तु, अतः तावद् वदतु. अस्तु, एकत्वनिष्ठप्रकारतायाः अत्र एकत्वाश्रयग्रामवृत्तिकर्मत्वनिरूपक यत् चैत्रः अस्ति तस्मिन् वाक्ये एकत्वनिष्ठप्रकारतायाः अत्र एकत्वं कुत्र अस्ति? हा, एकत्वम् इति ग्रामे अस्ति खलु. तर्हि एकत्वनिष्ठप्रकारमस्ति. आम् आम् आम्, तत्रापि अस्ति, चैत्रे अपि अस्ति, उभयत्र प्रकारता वर्तते. सत्यं. तद् एकत्वस्य अवच्छेदकः भवति एकत्वम्. एकत्वत्वं समवायसम्बन्धेन एकत्वे अस्ति, अतः एकत्वत्वम् एव समवायः, समवायोऽपि अवच्छेदकः भवति एकत्वनिष्ठप्रकारतायाः इति अत्र एकं वाक्यं दोषेण उक्तं भवता एकत्वत्वम् एकत्वे समवायसम्बन्धेन इति नास्ति प्रकारता प्रकारः कः अत्र अहं प्रश्नं पृच्छामि उत्तरं वदतु अस्तु प्रकारः एकत्वम् उत्तमं तर्हि प्रकारता कुत्र एकत्वे एकत्वे प्रकारता उत्तमं सा प्रकारता केन अवच्छिन्ना नो चेत् तैः अवच्छिन्ना इति प्रश्नः तर्हि एकत्वे ये धर्माः सन्ति तैः धर्मैः प्रकारता अवच्छिन्ना भवति खलु तर्हि एकत्वे कः धर्मः अस्ति एकत्वम् अस्ति उत्तमम् तर्हि एकत्वत्वम् एकत्वे अस्ति प्रकारता अपि एकत्वे अस्ति इति कृत्वा एकत्वे विद्यमानप्रकारता एकत्वत्वेन अवच्छिन्ना भवति सत्यं सत्यम् अत्र अर्थः भवति समवायः अपि समवायः अपि एकत्वत्वम् इव अवच्छेदकः भवति प्रकारतायाः हा तर्हि तत्र समवायः कुत्र अस्ति इदानीम् अत्र एकत्वत्वम् इति ओ अत्र एकत्वम् इति समवायसम्बन्धेन ग्रामे वर्धते अपि च चैत्रे वर्धते अतः उत्तमम् एकत्वम् इति सङ्ख्या गुणः ग्रामे समवायसम्बन्धेन वर्तते इति कृत्वा समवायसम्बन्धः इदानीं कुत्र अस्ति समवायसम्बन्धः एकत्वे अस्ति एकत्वे अस्ति सत्यं समवायसम्बन्धः एकत्वे अस्ति खलु अतः तदपि अवच्छेदकाय एकत्वम् एव समवायसम्बन्धे सम्बन्धेन ग्रामे अस्ति इति कृत्वा समवायसम्बन्धः एकत्वे अस्ति एकत्वत्वम् अपि एकत्वत्वमपि एकत्वे अस्ति प्रकारता अपि एकत्वे अस्ति इति कृत्वा एकत्वनिष्ठप्रकारता एकत्वत्वेन समवायसम्बन्धेनापि अवच्छिन्ना भवति अवच्छिन्ना भवति इति कृत्वा अत्र एकत्वमपि च एकत्वम् अनयोः मध्ये समवायसम्बन्धः इति न वक्तव्यं न न सत्यम् अस्तु अग्रे पठतु महोदय अतः अतः पुटसङ्ख्या 190 विषयतानिरूपणपद्धतौ समवायमपि अन्तर्भाव्य अवच्छेद्यावच्छेदकभावः निरूपणीयः अस्तु तर्हि इदानीं वाक्यं वदति तथा च एकत्वावच्छिन्नसमवायसम्बन्धावच्छिन्न प्रकारता निरूपित विशेष्यत्वावच्छिन्न ग्रामत्वावच्छिन्न आधेयत्वसम्बन्धावच्छिन्न प्रकारता निरूपित विशेष्यत्वावच्छिन्न कर्मत्वत्वावच्छिन्न निरूपकत्वसम्बन्धावच्छिन्न प्रकारता निरूपित विशेष्यत्वावच्छिन्न गमनत्वावच्छिन्न अनुकूलत्वसम्बन्धावच्छिन्न प्रकारता निरूपित विशेष्यत्वावच्छिन्न कृतित्वावच्छिन्न समवायसम्बन्धावच्छिन्न प्रकारता निरूपित विशेष्यताश्रयः चैत्रः इत्येव सर्वत्र चिन्तनीयम् अस्तु अत्र यत् उपरि अत्र एकत्वाश्रयग्रामवृत्तिकर्मत्वनिरूपकगमनानुकूलकृतिमान् एकत्वाश्रयः चैत्रः इति अस्ति तस्यैव अत्र न्यायरीत्या तस्य वाक्यरूपेण लिखितमस्ति अत्र एकत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नप्रकारता तर्हि प्रकारता एकत्वे अस्ति सा प्रकारता एकत्वेन अवच्छिन्ना अस्ति अपि च समवायसम्बन्धेन अवच्छिन्ना अस्ति अतः एकत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नप्रकारता सा प्रकारता किं निरूपयति इत्युक्ते निरूपित विशेष अत्र ग्रामः इति विशेष्यः अस्ति अतः ग्रामे विशेष्यता अस्ति सा विशेष्यता ग्रामत्व अवच्छिन्ना अस्ति अतः विशेषत्वावच्छिन्न ग्रामत्वम् इति आगच्छति तर्हि एकनिमिषं महोदय तत्र सर्वे कृपया किं कुर्वन्तु पूर्वस्मिन् पुटे 290th चित्रमस्ति खलु 210 चित्रं तत्र एकत्वस्य उपरि प्रकारता इति लिखितमस्ति खलु, तस्मिन्नेव स्तरे समवायः समवायसम्बन्धः अपि च एकत्वम् इति उभयमपि लिखन्ति चेत् तर्हि एकत्वावच्छिन्न समवायसम्बन्ध अवच्छिन्न प्रकारता निरूपित निरूपित एकत्वमिति न लिखितं किमर्थमिति चेत् एकत्व इदानीं विशेष्यता अपि अस्ति खलु इति कृत्वा तदपि अत्र योजितम् एकत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न प्रकारता निरूपित विशेष्यता अवच्छिन्न क्षम्यता अत्र एकत्वे केवलं प्रकारता एव अस्ति विशेषता नास्ति प्रकारता एव अस्ति सत्यं तया प्रकारतया एकत्वेन ग्रामे विद्यमानविशेष्यता निरूपिता खलु एकत्वे विद्यमानप्रकारतया ग्रामे विद्यमानविशेष्यता निरूपिता इति कृत्वा विशेष्यत्व अवच्छिन्न इति आरब्ध ग्रामे विशेष्यता अपि अस्ति प्रकारता अपि अस्ति इति कृत्वा विशेष्यत्व अवच्छिन्न ग्रामे ग्रामत्वमपि अस्ति ग्रामत्वमपि अस्ति तर्हि अत्र प्रकारता विशेष्यता इत्यस्मिन् स्तरे एव ग्रामत्वमपि लिखन्तु ग्रामत्वं लिखन्ति चेत् विशेषता अवच्छिन्न ग्रामत्वत्व अवच्छिन्न आधेयता अस्ति तर्हि इदानीम् आधेयत्वसम्बन्ध अवच्छिन्न प्रकारता निरूपित यद्यपि अत्र एकत्वं ग्रामे समवायसम्बन्धेन वर्तते तथापि ग्रामत्वत्व अवच्छिन्न आधेयतासम्बन्ध अवच्छिन्न प्रकारता निरूपित विशेष्यता अवच्छिन्न कर्मत्वत्व अवच्छिन्न इदानीम् आधेयत्वं ग्रामः अपि च कर्मत्वम् अनयोः मध्ये अस्ति खलु कर्मत्वम् आधेयत्व आधेयत्वसम्बन्धेन ग्रामे वर्तते ग्रामस्य आधेयतासम्बन्धेन कर्मत्वे अन्वयः इति कृत्वा एतादृशं लिखितं तावदेव तर्हि 2:10 पिक्चर् मध्ये यदस्ति तदेव अत्र वाक्यरूपेण लिखितं वाक्यरूपेण तत्र इतोपि किञ्चित् योजितं तदर्थम् एकत्वम् इत्यत्र प्रकारता यदि अस्ति चेत् तस्मिन् स्तरे एकत्वत्वं समवायः इति लिखति चेत् सम्पूर्णं भवति एवं ग्रामस्य उपरि यत्र विशेषता प्रकारता उभयमस्ति तत्र तस्मिन्नेव स्तरे ग्रामत्वम् इति लिखति चेत् समीचीनं भवति अस्तु इति इदानीम् अग्रे पश्यतु काष्ठैः स्थाल्याम् ओदनम् अपाक्षीत् चैत्रः इति वाक्यम् तर्हि अत्र किं किम् अस्ति महिल् महोदय परिशीलयतु काष्ठैः स्थाल्याम् ओदनम् अपाक्षीत् चैत्रः अत्र अस्तु वैयाकरणनामतानुसारम् अन्यथा न्यायशैली अनन्तरं वदेम किन्तु सामान्यतया अस्मिन् वाक्ये किं किम् अस्ति अस्तु अस्तु अत्र काष्ठैः इति साधनमस्ति अतः तृतीयाविभक्तिमस्ति अपि च बहुवचनमपि अस्ति बहुवचन तृतीया बहुवचनमस्ति स्थाल्याम् इत्यत्र स्थाल्याम् इत्युक्ते सप्तमी अधिकरणमस्ति स्थाल्याम् अपि च ओदनम् इति न एकवचनमपि अस्ति तदपि वक्तव्यं सत्यं सप्तमीसङ्ख्या वक्तव्या सदस्यसङ्ख्या अस्ति क्षम्यताम् अत्र काष्ठैः इति तृतीया बहुवचनं करणकारकं स्थाल्याम् इति अधिकरणकारकम् अतः सप्तमी एकवचनम् ओदनम् इति कर्मकारकमस्ति एकवचनम् ओदनम् इति अपाक्षीत् इति क्रियापदम् अत्र भूतकालार्थे अस्ति तर्हि काल अस्ति भूतकाल एकवचनं न तु एकवचनं परन्तु भूतकाल सत्यम् एकवचनम् एकवचनं सत्यं भवतु, अत्र अत्र तु कालं न वदन्ति, अत्र वचनं तु न वदन्ति, वचनं न वदति सत्यम्। अपि च चैत्रः इति कर्तृपदं प्रथमविभक्त्याम् अस्ति, एकवचनं अति एकः एकवचनम् अपि। तर्हि अत्र पश्यतु नैयायिकाः कथं वदन्ति, तत्रैव मम सम्मतः अस्ति। किमर्थमिति चेत् पश्यतु चैत्रः गच्छति इत्यत्र इति एकवचनं किमर्थं स्वीकृतम्? चैत्रः इत्यनेन अन्वयः अस्ति अतः। हा खलु, वैयाकरणैः अपि अत्र चैत्रः गच्छन्ति इति न वदामः, यद्यपि केन सह अन्वयः इति क्रियामेव तेषां तत्र मुख्यविशेष्यः अस्ति वैयाकरणानां, तथापि अन्ततो गत्वा तत्र ति इति प्रत्ययः अथवा अन्ति इति प्रत्ययः कर्तामनुसरति, कर्तारं स्वीकृत्य एव वदति खलु। आमां कर्तारमेव अनुसरति इति कृत्वा एतादृशं वदामश्चेत् समीचीनं भवति। अपि च अत्र अधिकरणकारकम् इति न वक्तव्यं, काष्ठैः इत्यत्र करणत्वं, तर्हि काष्ठयोगः सुजसमोक्षस्ताभ्यां भिस् इति भिस् इति प्रत्ययस्य बहुवचनम् एकमर्थम्, अपि च कर्मत्वं करणत्वम् अन्यदर्थं, स्थाल्याम् इत्यत्र अधिकरणत्वम् एकमर्थम् एकवचनम् एकत्वम् अन्यदर्थम्, ओदनम् इत्यत्र अम् इति प्रत्ययस्य कर्मत्वम् एकमर्थम् एकः अर्थः, एकवचन एकत्वम् अन्यः अर्थः, चैत्रः इत्यत्र एकत्वम् अर्थः अस्ति अपि च चैत्रः। तर्हि तत्र प्रायः एतदेव गृहपाठरूपेण यदि शक्यते तर्हि प्रयत्नं कुर्वन्तु, यथा एकत्वत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नप्रकारता निरूपिते इति वाक्यमासीत् खलु, तादृशम् अन्ततो गत्वा निरूपितविशेष्यताश्रयः चैत्रः इति भवेत् वाक्यम्। अत्रापि अत्र बोध्यबोधप्रकारः चिन्त्यः इति लिखितमस्ति खलु, तदेव भवतां गृहपाठः। अस्तु, समयः जातः अत्र स्थगयेम। अत्र अग्रे हंसां चित्र इति सर्व रविवर्मा इति वाक्यस्थले कर्मवाचकपदोत्तरम् अस्ति बहुवचनम्, अतः अत्र तद्बोधस्य बहुत्वस्य हंसे अन्वयः, हंसान् चित्रयति रविवर्मा। तर्हि अत्र नूतनं किमपि नास्ति, इत्युक्ते अत्र कर्मत्वे अम् इति प्रत्ययस्य अम् इति नास्ति प्रत्ययः, अत्र सु औजस् अमौट्षस् इति प्रत्ययः, सु औजस् अमौट्षस्। किमर्थमत्र झस् इति दत्तं, दोषेण दत्तम् इति भाति, झस् इति प्रत्ययः भवति खलु, कर्म अस्ति खलु, कर्म अस्ति, झस् इति नास्ति, झस् तु प्रथम बहुवचनं, झस् इति नास्ति, अत्र दोषेण दत्तमिति भाति। चित्रयति निजन्तप्रयोगः, किन्तु स्वार्थे निजन्तः अस्ति अत्र इति कृत्वा अत्र दोषाय दत्तमस्ति, झस् इत्यत्र शस् इति भवेत्, अपि च शस् इति प्रत्ययेन, नो चेत् अत्र भिन्न भिन्नवाक्यमपि स्वीकर्तुं शक्यते, अत्र दोषः अस्ति वा, प्रायः दोषः अस्ति इति भाति, झस् इति प्रत्ययः नास्ति खलु अत्र, शस् इति एव प्रत्ययः, शस् एव, अन्यथा हंसाः इति भवति, शस् झस् इति अस्ति, हंसाः करन्ति इति वाक्यं स्वीकुर्मश्चेत् भवतु। अस्तु, तर्हि उदाहरणद्वयमपि कर्तुं शक्यते, यदि कुर्वन्ति तर्हि तत्र वाट्साप् मध्ये प्रेषयन्तु, तन्मध्ये तत्र शाब्दबोधः इत्यस्मिन् विषये यद् मया उक्तं तस्य लिङ्क् अपि अहं प्रेषयिष्यामि। अग्रिमे वर्गे इदानीं विशेषणान्वयः अत्र विशेषणम् एतावत्पर्यन्तं तत्र विशेष्याः एव सन्ति. यदि विशेष्यस्य विशेषणं भवति चेत् तस्य अन्वयः कथं भवति? तत्र विशेषणमपि द्विधा विभक्ता अस्ति खलु, क्रियाविशेषणं भिन्नविशेषणम् इति. तर्हि क्रियाविशेषणमस्ति चेत् तस्य अन्वयः कथं भवति? तदनन्तरं षष्ठीविभक्तेः अन्वयः कथं भवति? तदनन्तरं भावेप्रयोगः, कर्मणि प्रयोगः इति चत्वारः विषयाः चिन्तनीयाः इति चेत् शाब्दबोधः समाप्यते. अस्तु, अत्र स्थगेम. सर्वेभ्यो नमस्कारः, धन्यवादाः.